शान्ता आरम्भं श्लोकं वदतु. नमस्कारः सर्वेभ्यः. अद्यतनव्याकरणविषये स्वागतम् अस्तु. शान्ता आरम्भश्लोकं वक्तुं शक्यते वा? ஏனாட்சர ஏதோ எது எந்த மங்களஸ்லோகம் தெரிஞ்சாலும் சொல்லுங்க, பரவாயில்ல. எது ஜானாதி தத்து வதுத்து. பத்மபிரிய ஜானாதி வா மங்களஸ்லோகம்? தத்ர மெயில் மத்திய மங்கள ஏகம் ஸ்லோகம் அஸ்தி, அத்ததஹம் வதாமி வா. திரஷ்டும் சக்யதே சேத் வதுத்து. ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः, श्रीसरस्वत्यै नमः, श्रीगुरुभ्यो नमः. अत्र एतद् द्रष्टुं शक्यते वा? एनाक्षरसमं नाय. आम् आम्, तदपि द्रष्टुं शक्नोमि. त्रिमूर्ति वन्दनं. एनाक्षरसमान्यायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. सर्वेभ्यः सुस्वागतम्. पत्मप्रिया कथम् आगच्छति अद्य वर्गस्य? कोऽपि सूचितवन्तः वा? जानाति वा एतद् विषये? सत्यभामा मान्ये इति एक व्याकरणं पाठितवती. 2002 एव आरभ्यम् अभवत्. तत्र एव अहं योजितवती, किन्तु केचन कारणेन, गृहपरिस्थितिकारणेन अहं अटेण्ड् कर्तुम् अशक्नुवन् आसन्. अतः अहं पुनः आरभ्य. बेङ्गलूर् बेङ्गलूर् सति मम. तत् अहं न जानामि. एतद् अन्तर्जालमार्गे एव सा पाठयति. धन्यवादः. इदानीम् अत्र पश्यतु, इदा मातृपाठस्य वैलक्षण्यं वयं स्वीकृतवन्तः, अनन्तरं पठितवन्तः अपि. पूर्वं पाणिनीसूत्रविषये एतत् अत्र सामग्री समीचीनतया नास्ति एव, अतः इतस्ततः अटन्ति एव. अनन्तरमेव मातुः आगत्य अत्र अकारान्तः आकारान्तः इकारान्तः ईकारान्तः, अनन्तरम् अत्र हलन्तशब्दं हलन्त शब्दमस्ति चेत् अत्र उपधायं स्थितस्य वर्णस्य स्वीकृत्य अत्र पुगन्तलघुपदस्य च इति सूत्रेण कार्यं कर्तुं शक्यते इति उक्तवती. गतपाठविषये वयम् एतत् दृष्टवन्तः. इदानीमत्र मातृपाठस्य वैलक्षण्यम् अभवत्. अनन्तरम् अष्टाध्याय्यां किं किम् अत्र यत्र यन्त्रगृहम् अस्ति चेत् अत्र फ्याक्ट्रि अस्ति, किमपि अत्र समीचीनतया सङ्गृहीतुं न शक्नुमः. अत्र प्लाण्ट् मध्ये पश्यामि चेत् अत्र एकस्मिन् पक्षे किम् अस्ति, कपालमस्ति, अन्यस्मिन् पक्षे अन्य वस्तु अस्ति. एतत् समीचीनतया अत्र पृथक् पृथक् रूपेण एव सन्ति. तदेव अत्र गृहभोजनं कर्तुं शक्यते चेत् अत्र स्थालीम् अस्ति, अग्निमस्ति, अनन्तरं शाकायाम् अस्ति, तण्डुलान्स् अस्ति. एतत् सर्वं पृथक् पृथक्तया अस्ति. तदेव अत्र मातुः इदानीम् एतत् पृथक् पृथक्तया अस्ति. अत्र प्रकृति प्रकृति इत्युक्ते प्रातिपदिकं खलु, प्रकृति न तु प्रातिपदिकं प्रातिपदिकम्. अनन्तरम् अत्र सुबन्तं प्रत्ययाः सन्ति. अनन्तरम् अत्र सुबन्तं तिङन्तमपि अस्ति. सुब अनन्तरं तदितान्तः कृदन्तः, एतत् सर्वाणि अत्र प्रत्ययानि योजनेन वयं पदमिति स्वीकुर्मः. इदानीम् अस्मिन् पाठद्वये पाणिनेः अध्याय अध्यापनविधिः किमस्ति चेत् प्रकरणप्रक्रियाभेदः अनन्तरम् अष्टाध्यायः मानचित्रं किम् इति अस्ति. अत्र इदानीमेव मया उक्तम् अत्र असेम्ब्लि लैन् मोडल् अत्र कार्यक्रमे कार्यक्रमे नास्ति, अत्र यन्त्रगृहे एतत् पृथक् पृथक्तया अस्ति, स्थलं पृथक् अस्ति. अनन्तरम् एकस्मिन् प्रकोष्ठे पूर्णयानस्य निर्माणम् अनन्तरमेव अत्र स्टेरिङ्ग् पृथक् अस्ति, अनन्तरम् अत्र बेनेट् तने पृथक् अस्ति, सर्वं पृथक् पृथक् रूपेण सन्ति. अनन्तरमेव एकस्मिन् प्रकोष्ठे समीचीनतया सङ्गृहीतं. तदेव व्याकरणक्षेत्रे अपि यथा असेम्ब्लि लैन् माडल् अस्ति तदेव अत्र संस्कृते अपि प्रथमम् इदानीमत्र शान्तभगिनी पठ अस्तु अत्र पद्मप्रिया एव पठतु, पठितुं शक्यते वा? मम समीपे किमपि पुस्तकं नास्ति. एकस्मिन् न न अहं सूचयामि. कुत्र दृष्ट्वा पठामि? एकनिमिषः अहं शेर् करोमि, एकनिमिषः. अस्तु अस्तु अस्तु अस्तु. इदानीं द्रष्टुं शक्यते वा? आम् आम्. अत्र भाषा यन्त्रागरस्य इति अस्ति खलु, अत्र पठतु. आम्. भाषा यन्त्रागरस्य एकस्मिन् प्रकोष्ठे एकस्य धातुगणस्य सर्वे दशलकाराः निर्मीयन्ते. एकस्मिन् प्रकोष्ठे एकस्मिन् समये एकस्य धातुगणस्य सर्वेषां लकाराणां निर्माणं. भूधातोः एकं निमेषं यावत् लट् तदा एकं निमेषं यावत् लिट् तदा लुट् तथा लृट् तदा लोट्. प्रत्येकं लकारस्य प्रक्रिया भिन्ना, यथा टयर् निर्माणम् इञ्जिन् निर्माणं च भिन्नं तथा. अतः कार्यं मन्दं कष्टकरं ससङ्घर्षमेव सिध्यति. यन्त्रागारं सम्यक्तया न प्रवर्तते इति तु निश्चितम्. अष्टाध्यायाः मार्गः उपर्युक्तः प्रथमविकल्पः. सिद्धान्तकौमुद्याः मार्गः उपयुक्तः द्वितीयविकल्पः. अस्तु, इदानीम् अत्र भाषायन्त्रागरस्य एकस्मिन् प्रकोष्ठे इदानीमेव मया उक्तम् अत्र पृथक् पृथक्तया विभागाः सन्ति. तदेव अत्र निर्माणार्थम् इदानीं भूधातुः इति स्वीकुर्मः चेत् अत्र लट् अपि अस्ति, लोट् अपि अस्ति, विधिलिङ्ग् अपि अस्ति, लङ् अपि अस्ति, लिट् अपि अस्ति, आशीर्लिङ्ग् अपि अस्ति, दशलकाराः सन्ति खलु, वयं सर्वं जानन्ति एव. इदानीम् अत्र प्रत्येकं लकारस्य प्रक्रिया भिन्ना भवति एव. इदानीं लृट् इति स्वीकुर्मः चेत् लृलुटोः इत्यनेन स्यतासि लृलुटोः इत्यनेन स्या एव वयं स्वीकुर्मः. इदानीं भूधातुः लट् लकारे स्वीकुर्मः चेत् अत्र कर्तरि शप् आगत्य कार्यं करोति, अनन्तरं ति इति योजनेन भवति इति भवति. सो अत्र प्रक्रिया भिन्ना भिन्ना रूपतेन भिन्नभिन्नरूपतेन एव रूपमेव अत्र स्वीकृत्य कार्यं करोति. अतः कार्यं मन्दं कष्टकरं ससङ्घर्षमेव सिद्ध्यति. कष्टकरमिति चिन्तयति चेत् कष्टकरमेव, सुलभम् अस्ति चेत् सुलभमेव. अस्माकं मनसि एव सर्वम् अत्र अस्ति. अत्र ओ रामः रामो रामः एतत् सर्वं पठनीयं वा? सुबन्तम् अत्र राम इति प्रातिपदिकमेव अस्ति. अनन्तरं रामः इति पदं कथम् आगच्छति? अत्र ऋत्वविसर्गो योजनेन, अनन्तरम् अत्र रमु क्रीडायाम् इति अस्ति, अत्र राम इति पदेन गै प्रत्ययं योजनेन रामः इति अस्ति. कृदन्तमपि वयं स्वीकुर्मः. अनन्तरम् अत्र रामः इति पदं ऋत्वविसर्गो योजनेन एव अत्र रामः इति पदम्. ओ एतत् बहु क्लिष्टकरम् अस्ति. अत्र इच्छन्ति इष्ट अस्ति चेत् सर्वं सुलभमेव. एतत् समीचीनं नास्ति, समयः अपि दातव्यम्, अनन्तरं मननमपि कर्तव्यम्, एतद् बहु क्लिष्टकरम् इति चिन्तयित्वा कार्यं करोति चेत् क्लिष्टकरमेव. यत्र यन्त्रागारं सम्यक्तया न प्रवर्तते इति तु निश्चितं। तदेव अत्र अस्माकं मनसि अपि एतत् समीचीनं नास्ति इति चिन्तयित्वा आरम्भकाले अत्र नूतनतया वर्गः अचलत्। शतं मानवकाः अत्र छात्राः अत्र योजनं कृतवन्तः। किञ्चित् कालानन्तरं दृष्टेमि चेत् पश्यामि चेत् अत्र पञ्च छात्राः एव तिष्ठन्ति पठितवन्तः। किमर्थं शतजनानन्तर जनाः तिष्ठन्ति योजनं कृतवन्तः, परन्तु किञ्चित् कालानन्तरं पञ्च एव तिष्ठन्ति। किमर्थम्? अत्र समयः न दत्तः, अनन्तरम् अत्र इच्छा अपि नास्ति। अतः एव अत्र ओ सर्वं प्रक्रिया अस्ति वा, भूधातुः स्वीकुर्मः चेत् अत्र भूधातुः अनन्तरम् ओकारस्य स्थाने ओकारः भवति, अनन्तरम् एकसूत्रमस्ति ओकारस्य स्थाने अनन्तरम् ओकारः अस्ति चेत् अत्र एषो यवा यावः इत्यनेन अन्यसूत्रमपि अस्ति, अनन्तरं कर्तृविशप् अस्ति, अनन्तरं ति इति योजनेन विवक्षा अस्ति चेत् प्रथमपुरुष लट्लकारे ति योजनेन भवति इति ओ बृहत् कार्यमस्ति, अतः मया त्यक्तव्यम्, एतत् बहु सुलभं नास्ति, क्लिष्टकरमस्ति इति चिन्तितवन्तः चेत् किमपि अत्र साध्यं नास्ति। यत्र साधकः भवति, यत्र यः श्रद्धा दातव्यम् अनन्तरं प्रयत्नं दातव्यं, तत् समये एव तस्य कृते तस्य हस्ते समीचीनतया एतत् सर्वाणि पदानि आगन्तुं शक्यते एव। इदानीमत्र अष्टाध्याय्याः मार्गः उपर्युक्तः प्रथमविकल्पः किम् अस्ति? अत्र सिद्धान्तकौमुद्याः मार्गः उपर्युक्तः द्वितीयविकल्पः। अत्र किं किम् अस्ति इति अत्र इदानीम् अत्र सूत्राणि स्वीकुर्मः चेत् अत्र प्रथमं एस् वि वासु अस्ति, अनन्तरं काशिका अस्ति, पदमञ्जरी अस्ति, बालमनोरमा अस्ति, टीका बहवः सन्ति, महाभाष्यमपि अस्ति पतञ्जलिना। सो सर्वाणि अत्र आगन्तव्यं किं किम् अस्ति इति। अत्र सिद्धान्तकौमुदी अपि अस्ति, प्रायः सिद्धान्तकौमुदी एव सर्वे जनाः स्वीकृत्य कार्यं कृतवन्तः। वैयाकरणसिद्धान्तकौमुदी अपि अष्टाध्याये सन्ति एव। इदानीमत्र अष्टाध्याय्याः मार्गः सर्वोत्तमः इति अस्ति। अत्र किम् अन्तलक्ष्मी पठितुं शक्यते वा? नमस्ते महोदय। नमस्कारः, पठामि, अहं वदामि, पठतु। अष्टाध्याय्याः मार्गः सर्वोत्तमः। लटि लटि यावन्त यावन्तः नियमः सन्ति सर्वान् जानातु। भवति, मति, ददाति, नश्यति, आप्नोति, लिखति, भिनति, करोति, आनन्देन जानीयाम। भवति इति जानीमश्चेत् सौकर्येण सौकर्येण अपरेषां धातूनां लेट् रूपाणि ज्ञातुं शक्यानि। यतोहि यन्त्रं समानं परन्तु लिटि बभूव उवाच तत्र यन्त्रं भिन्नम्, प्रक्रिया भिन्नाः। अतः लिटि कार्यं यन्त्रगारस्य अपरस्मिन् स्थले क्रियते। अत्र पश्यतु, अष्टाध्याय्याः मार्गः सर्व उत्तमः अस्ति, सर्वोत्तमः अस्ति। अत्र लटि यावन्तः नियमाः सन्ति सर्वान् जानतु, लटिरूपम् इदानीमेव मया अत्र उक्तं। भवति इति अस्ति चेत् भूधातुः अस्ति। अत्र पश्यामि भवति इति किं किं सूत्राणि सन्ति इति। अत्र अत्र अत्र वयं धातुः स्वीकुर्मः, तत् समये तत् अर्थमपि स्वीकुर्मः, भूसतायाम् इति अस्ति. इदानीम् अत्र कर्तरि स्वीकुर्मः चेत् अत्र भवति इति अस्ति, कर्तरि स्वीकुर्मः चेत् कर्तरि, अत्र भू इति अस्ति, भू भू अनन्तरं वा इति अस्ति, भू योगः वा आदेयः, एतदेव भूवादयः दातवः. अत्र भूवादयः दातवः, दिवादयः, जुहोत्यादि, अदादि, एतत् सर्वाणि सन्ति खलु दशगणीयदातवः, अत्र एतत् भू इति भूवादयः दातवः सन्ति. अत्र इदानीं लट् वर्तमाने लट् एव अस्ति, लट् मध्ये अनुबद्धलोपानन्तरं ल एव तिष्ठति. इदानीम् अत्र शेषात् कर्तरि परस्मैपदं स्वीकुर्मः, परस्मैपदम् आत्मनेपदम् इति द्वे स्तः खलु, अत्र शेषात् कर्तरि परस्मैपदम् इति स्वीकुर्मः. अनन्तरम् अत्र तिप्तस्य सिप्तस्य मिप्स्मस् तां एतत् परस्मैपदिनः दातवः नव सन्ति, आत्मनेपदिनः दातवः नव सन्ति. इदानीम् अत्र तिप् इति प्रथमपुरुष एकवचन विवक्षा अस्ति, अतः अत्र ति इति स्वीकुर्मः. एतत्तु कर्तरि शप् अस्ति, भुवादि दातवः कर्तरि शप् भवति. इदानीं जुहोत्यादि स्वीकुर्मः चेत् श्लू अस्ति, दिवादिगणीयः शन् अस्ति, एतत् पृथक् पृथक्तया अत्र विकर्णप्रत्ययम् अस्ति, एतत् सामग्री अस्ति, पृथक् पृथक्तया पृथक् पृथक् रूपेण सन्ति एव. लट् रूपं किमपि भिन्ना अस्ति, प्रक्रिया भिन्ना. अतः इदानीं भू इति स्वीकुर्मः चेत् अत्र शप् इति अस्ति, शकारः केन सूत्रेण इति भवति अन्तलक्ष्मी? लशकुतदिते सूत्रे. उत्तमम्. अनन्तरं पकारः अलन्त्यप्तस्य लोपः इत्यनेन शकार उत्तरवर्ति किम् अत्र तिष्ठति? अकारः एव तिष्ठति. आ एव तिष्ठति. अतः तत्र इदानीं भू योगः आयोगः ति. इदानीमत्र भू इति दीर्घ अस्ति चेत् अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन वो भवति. अनन्तरं वो इति स्थाने तेजो यव यावः इति सूत्रेण अत्र बौ इति भवति, अतः अन्तिमरूपं भवति बौ योगः आयोगः ति भवति इति. तेजो यव यावः क्रमेण किं किम् आगत्य कार्यं करोति पद्मप्रिय वक्तुं शक्यते वा? न, अहम् अद्य एव नूतना अस्मि, अहं किमपि न जानामि. तत् न जानाति वा? एषो एव यावः इति विषये किमपि न जानाति वा? ए स्थाने ऐ, ऐ स्थाने आ, ओ स्थाने औ, औ स्थाने आ इति आगच्छति, क्रमेण आगच्छति. अत्र एषो यावः इति सूत्रेण क्रमेण अत्र आगत्य कार्यं करोति, अतः एव ओ स्थाने अत्र ओकारस्य स्थाने अवादेशः भूत्वा इति भवति, अतः बौ योगः आयोगः ति इति अन्तिमरूपं भवति. अत्र लिखति इदानीमेव वयं दृष्टवन्तः किमत्र अत्र भवति माति ददाति, ददाति इति रूपं धातु द द इति अस्ति खलु, तत्र द्विवारम् आगत्य कार्यं करोति, अतः एतत्तु जुहोत्यादिगणे अस्ति, द्विवारं यत्र वर्णः द्विवारम् आगच्छति तत् ददाति, ददाति इदानीं पश्येम, ददाति अपि अत्र पृथक् रूपेण एव वयं स्वीकुर्मः. अत्र पश्यतु ददाति, दत् दाने एव ददति, एतत् नास्ति. एकनिमिषं महोदय, केवल दा लिखतु, दद् न दा, दा डि डबल् ए दान, दाने इति अस्ति. अत्र पश्यतु द्विवारम् आगत्य कार्यं करोति, यच्छति इति आगच्छति. इदानीम् अत्र एतद् धातु नास्ति, द्विवारं दा इति अस्ति चेत् जुहोत्यादिगणे वयं स्वीकुर्मः, अत्र एव ददाति इति समीचीनतया रूपमस्ति. अत्र पश्यतु, इदानीं दुदाञ्जि इति एव अस्ति. अत्र धातु तु दा, यत्र दा इति धातु अस्ति तत् समये अर्थमपि ज्ञातव्यं, दा दाने इति अस्ति, दा दाने. इदानीम् अत्र दुदाञ्ज् इति अस्ति, दु दाञ्ज् इति अस्ति. दु इति केन सूत्रेण इति भवति, कोऽपि वक्तुं शक्यते वा? निटुडव आदिनुटुडवः, आदिनुटुडवः इति सूत्रेण. अनन्तरं ञकारः तु ञकारः झटिति वदतु, अलन्त्यं तस्य लोपः इत्यनेन इति भवति. इदानीमत्र इदानीं दा एव तिष्ठति, वर्तमाने लट् इति स्वीकुर्मः चेत् अत्रापि यत्र यत्र परस्मैपदम् अस्ति शेषात् कर्तरि परस्मैपदम् इति स्वीकुर्मः, एतदपि एकं सूत्रमस्ति. इदानीमत्र दा अस्ति, अत्रापि विवक्षा प्रथमपुरुषे एकवचनविवक्षा एव अस्ति, अतः तिप् स्वीकुर्मः. इदानीमत्र जुहोत्यादिभ्यः स्लुः इति सूत्रेण, अनन्तरं स्लौ इति सूत्रेण एकं वर्णं द्विवारम् आगत्य कार्यं करोति, एकः वर्णः द्विवारम् आगत्य कार्यं करोति, अतः एव दादा इति भवति. इदानीं स्लौ इत्यनेन दादा भवति, अनन्तरं ति तिष्ठति. इदानीं पश्यतु, अत्र ह्रस्वः इति सूत्रेण प्रथमधातोः ह्रस्वं भवति, दा इति दीर्घं भवति चेत् अत्र द इति ह्रस्वं स्वीकुर्मः, अतः तत्र ददा इति भवति. अनन्तरं ति योजनेन ददाति इति भवति. सर्वं जानन्ति एव, पूर्वम् एव वयं दृष्टवन्तः एतत् विषये. एतत् मया उक्तम्, अत्र गुणकार्यमस्ति, गुणकार्यं निषिद्धं भवति. अत्र प्रत्येकं पदं किं, शब्दं किं, कोऽपि जानन्ति चेत् वदतु. जानन्ति एव किं किम् अस्ति गुणकार्यं, गुणकार्यरूपेण झटिति वदतु महोदय. प्रश्नं कः? गुणकार्यम् अस्ति चेत् द्वे स्तः खलु कार्यं, पदं, शब्दं, किं किम् तत् शब्दं सर्वे जानन्ति एव, झटिति वदतु. प्रश्न एव न अवगतं महोदय. गुणकार्यमस्ति चेत् इदानीम् अत्र ऊ अस्ति, इदानीम् ऊकारस्य स्थाने ओकारः भवति खलु? आम्. इदानीम् अत्र धातुः विषये वयं स्वीकुर्मः चेत् द्वे स्तः एकस्थाने अन्तिमवर्णे एक अस्ति चेत् गुणकार्यं भवति उपधायाम् अन्यमपि. एतत् सर्वं जानन्ति एव. अत्र पित् अपित् इति वक्तव्यं, पित् अस्ति चेत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणकार्यं निषिद्धं भवति खलु? एतदेव द्वे स्तः अत्र पित् अपित्. इदानीमत्र पित् अस्ति चेत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणनिषेधः भवति. इदानीं ददाति इति वयं दृष्टवन्तः. अग्रे अत्र नश्यति इति स्या इति अस्ति, स्या कुत्र भवति विकरणप्रत्ययं मध्ये? कोऽपि जानन्ति चेत् उत्तमं. चतुर्थगणं किम् अस्ति अत्र? चतुर्थगणे विकरणप्रत्ययं किम् अस्ति? षन्. षन्, उत्तमम्. अत्र नकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति, श्या एव तिष्ठति, अतः एव नश्यति इति. नश् धातोः श्या इति प्रत्ययं योजनेन नश्यति इति भवति. चतुर्थगणः आप्नोति इति नु इति भवति, नु स्थाने ओकारः भवति, आप्नोति इति अस्ति. एतदपि पश्येम, आप्नोति इति अस्ति. एतत् आप्लुरु व्याप्तौ स्वादिगणः, स्वादिगणः गणसङ्ख्या किं? पञ्चम. पञ्चमगणः, उत्तमं. पञ्चमगणः इदानीम् अत्र आप्नोति वयं द्रष्टुं शक्यते चेत् आप्लुरु इति भवति, अनुबन्धलोपानन्तरम् आप् एव तिष्ठति. इदानीम् अत्र अत्र आप्लुरु इति अस्ति खलु पद्मप्रिया, अत्र आप्लुरु इति अस्ति, आप्लुरु इति अस्ति, उपरि चन्द्रबिन्दु अस्ति. जानाति केन सूत्रेण इति भवति? तद् न जानामि. अस्तु, अनिल् महोदय वदतु. उपदेशे अजनुनासिक, उपदेशे अज अनुनासिक इत् इत्यनेन एव अत्र समीचीनतया भवती तु सम्भाषणं करोति, परन्तु सूत्रसहितं नास्ति वा, न जानाति वा? न, अहम् एतद् मम व्याकरणस्य प्रथम कक्षा अस्ति, अहं प्रथमतया अद्य व्याकरणवर्गम् आगतवती. अहं कति वर्गाणि अभवत् इतपर्यन्तम्? अत्र ध्वनिमुद्राणि आगच्छति, शृणोतु, एतत् विषये शृणोतु. ध्वनिमुद्राणि आगच्छति अत्र प्रथमतया आरम्भतया अस्ति एव. अस्तु, इदानीम् अत्र सावधानतया शृणोतु. अस्तु, अत्र उपरि तिष्ठन्तः तत् वर्णः तु ऋ, अनन्तरम् उपरि चन्द्रबिन्दुः अस्ति, एतत् पूर्णतया इत् भवति उपदेश अच अनुनासिक इत् इत्यनेन. अत्र एतदपि वयम् अत्र उपदेश तत् न दत्तम् अत्र पृथक्तया. एतत् भवत्याः समीपे चित्रं स्वीकर्तुं शक्यते चेत् स्वीकरोतु. महालक्ष्मी अस्ति खलु? आं माता. उपदेशे अज अनुनासिक इति सूत्रम् अत्र चित्रं स्वीकरोतु. अत्र ग्रूप् ग्रूप् मध्ये अस्ति वा पद्मप्रिया? नास्ति खलु, अहं योजनं करोमि, भवत्याः नाम योजनं करोमि. सा एतत् विषये चित्रं प्रेषितवती. अत्र उपदेशे अज अनुनासिक इति भवति, एतत् सूत्रेण एव अत्र एतत् पठितुं शक्यते वा? पठतु पद्मप्रिया, पठतु. द्रष्टुं शक्यते खलु? आम्, द्रष्टुं शक्नोमि. पठतु. उपदेशे विद्यमानः अनुनासिकस्वरः इत्यसंज्ञकः भवति. इत्संज्ञकः भवति. व्याकरणशास्त्रे वर्णानां शब्दानां च लघुरूपेण निर्देशार्थं काश्चन संज्ञाः निर्दिष्टाः सन्ति. एतासु अन्यतमा अस्ति इति अस्ति इत् इति संज्ञा. इयं संज्ञा उपदेशे जनुनासिक इत् इत्यस्मात् लशक्वतद्धिते इत्येतेषु सूत्रेषु पठिता अस्ति. एतेषां सूत्राणां सङ्कलनम् इत्संज्ञाप्रकरणं नाम्ना ज्ञायते. अस्य प्रकरणस्य इदं प्रथमं सूत्रम्. उपदेशे विद्यमानस्य अनुनासिकसंज्ञकस्य स्वरस्य अनेन सूत्रेण इत्संज्ञा भवति इति अस्य सूत्रस्य आशयः. अवगतं खलु? अनुनासिकः अनुनासिकवर्णः एव अत्र चन्द्रबिन्दुः. अनन्तरम् अत्र वर्णः अपि अत्र स्वीकरणीयः. एतत् लशकोत्तते अनन्तरम् अत्र उपदेश अज अनुनासिक इत् इत्यनेन प्रथमं पूर्णतया इत् भवति, अनन्तरमेव अत्र कार्यं कर्तुं शक्यते एव. उपदेश अज अनुनासिक इत्येतेन इदानीम् अत्र पश्यतु अत्र आप् इति पदमस्ति इदानीम् आप् इति स्वीकुर्मः चेत् अत्र विशेषात् कर्तरि परस्मैपदं परस्मैपदिनः अपि आगच्छति अत्र लट् मध्ये लकारः एव तिष्ठति एतत्तु स्वादिभ्यः श्नुः इति अस्ति अत्र अस्माकं कृते इदानीं पश्यतु अत्र विकिपीडिया इति अस्ति खलु एच् टि टि पि वर्ल्ड् संस्कृत नेट् विकि मेन् पेज् इति अस्ति खलु आं तत्र गतवती किन्तु किमपि द्रष्टुं न शक्नोति तत्र किमपि नास्ति इति आगच्छति किमर्थम् अत्र पश्यामि चेत् सर्वाणि आरम्भतः आगच्छति एव पुनरपि अत्र एतत् विषये योजनं प्रयत्नं करोतु आगच्छति एव अत्र अत्र माहेश्वराणि सूत्राणि किम् अनन्तरं पाणिनिसूत्रं कथं पठनीयं निमित्तं किम् अस्ति इत्संज्ञाप्रकरणम् अत्र इत्संज्ञाप्रकरणं स्वीकुर्मः चेत् अत्र सर्वाणि विषयाणि अत्र आगत्य कार्यं करोति किं किम् इत्संज्ञा उपदेशः जानुनासिक इत् अलन्त्यं तस्य लोपः किञ्चित् स्थाने अत्र इत् न भवति केन सूत्रेण इत्युक्ते न विभक्तौ तु स्मः चुटु आदिर्नुटुडवः अनन्तरं इर् इति संज्ञावाक्य एतत् सर्वाणि च प्रत्ययस्य किं भवति चुटु लशकुतते एतत् सर्वाणि इति संज्ञाप्रकरणविषये एव सर्वाणि विषयाणि अत्र आगत्य कार्यं करोति अत्र पश्यतु एतत् द्रष्टुं शक्यते एव इदानीम् अत्र वयं कुत्र स्मः अष्टादयं बलबलम् भवती इदानीमत्र नश्यति आप्नोति इति विषये एव वयम् इदानीमत्र स्वादिभ्यः स्नुः इति अस्ति स्वादिभ्यः स्नुः अत्र स्नु इति अस्ति चेत् शकारः केन सूत्रेण इति भवति इदानीमेव उक्तवन्तः स्नु इति अस्ति शकारः केन सूत्रेण इति भवति लशकोतत्तिते इत्यनेन इति भवति नु एव तिष्ठति इदानीं तत् नु तु उकारः अस्ति उकारः सार्वधातुक अर्धधातुकयोः इत्यनेन ओ भवति अतः आप्नोति इति अत्र प्रत्येकं महालक्ष्मी अन्तलक्ष्मी शान्ता भगिनी अनन्तरम् अन्य कोऽपि अत्र मिलित्वा अत्र विशेषणतया वर्गः अत्र चलन्ति एव अन्तलक्ष्मी भगिन्याः अन्तलक्ष्मी इदानीं पद्मप्रिया भवत्याः दूरवाण्या सङ्ख्या जानाति वा अन्तलक्ष्मी न जानामि अत्र वदतु भवत्याः दूरवाण्या सङ्ख्या वदतु मम सङ्ख्या वा बुधवासरे भवती अत्र वर्गम् आगन्तुं शक्यते वा अत्र परिचय इति तत्रापि व्याकरणविषये एव चलन्ति भवती कार्यालयं गच्छति वा गृहिणी अस्ति वा न अहं गृहिणी एव अस्मि बुधवासरे कदा 11 to 12 अस्तु प्रातःकाले अत्र भवत्याः दूरवाण्यासङ्ख्या वदतु 63 800 53 कुत्र वसति चेन्नैनगरे अस्तु अत्र योजनं कर्तुं शक्यते खलु अनन्तलक्ष्मी करोतु अत्र महालक्ष्मी प्रथमम् अया अत्र स्वरूपमहोदय लिङ्क् वाट्सप् ग्रूप् मध्ये मया अहं योजनं करोमि अनन्तरम् अत्र इदानीं यत्र चित्रं स्वीकृत्य एतत् अस्ति भवत्याः समीपे एतत् अत्र प्रेषयतु कृपया अस्तु इदानीमत्र स्वादिभ्यः स्नुः इति अस्ति अत्र अहं प्रेषयिष्यामि ग्रूप् मध्ये दशलकाराः सन्ति भू इति अस्ति चेत् भूवादिगणीयधातुः अत्र शप् इति अस्ति अदादिगणीयः शप् लुक् भवति जुहोत्यादिगणः स्लू भवति दिवादिगणीयः श्यन् भवति स्वादिभ्यः स्नू इति पञ्चमधातुः पञ्चमगणः अस्ति अत्र स्नू एव अस्ति उकारस्य स्थाने ओकारः भूत्वा सार्वधातुक आर्धधातुकयोः इति सूत्रेण आप्नोति इति भवति अन्तिमरूपं भवति अत्र विशेषणवर्गः कदा भविष्यति इति अन्तलक्ष्म्याः पृच्छतु अत्र सा तु अत्र योजनं कर्तुं शक्यते एव अनन्तरं लिखति लिखति अस्ति चेत् लिखति अत्र पश्यामः एतदपि लिखति एतत्तु अक्षरविन्यासे अक्षरमित्युक्ते किं वर्णः एव अक्षरविन्यासे तुदादिगणीयः तनादिगणीयः इति अस्ति तुदादिगणीयः अपि अस्ति तुदादिगणीयः अष्टमगणः तनादिगणीयः अष्टमगणः एतत् लिक् इति अस्ति अत्र किमपि कार्यं नास्ति एव लिक् लिखति एव चप् इति अस्ति चप् केन सूत्रेण एतत् लशकोतते इति अपि कर्तरी शप् अपि अस्ति परन्तु अत्र विशेषणरूपेण शकारः आगत्य कार्यं करोति तुदादिभ्यः शः इति अस्ति शः मध्ये शः लकारः शक लशकोतते इति शकारस्य लोपः भवति अनन्तरम् आ एव तिष्ठति लिखति इति किमपि अत्र नूतनतया किमपि नास्ति एव लिखति विनति विनति इति किञ्चित् अत्र कार्यमस्ति एव अत्र एतदेव एतदपि पश्येम विनति अपि नकारः किमर्थम् आगच्छति इति अत्र द्रष्टव्यम् अनन्तरं विद् एव दातु विनति इति किमर्थं विद् इति विधि विदारणे विदारणे इत्युक्ते किं टेर् अस्ति खलु टेरिङ्ग् इन् टु पीसस् विनति विद् विनति अत्र विधिर् इति दातु अस्ति अत्र इर् इत् संज्ञा वाच्य इदानीमेव अत्र इत् विषये वयं स्वीकृतवन्तः इत् प्रकरणं किं किम् अस्ति इति इर् इत् संज्ञा वाच्या इति वार्तिकम् अस्ति वार्तिकं यत्र यत्र समीचीनतया सूत्राणि अपि न सन्ति अनन्तरम् अत्र वार्तिकमागत्य अस्माकं कृते कार्यं करोति एतत् वार्तिकमस्ति इर् इत् संज्ञा वाच्या इत्यनेन इर् इत् भवति अतः तत्र बिद् एव तिष्ठति इदानीम् अत्र अपि तिप्तस्ति इति वयं स्वीकुर्मः अत्र ति इति प्रथमपुरुष विवक्षा अस्ति अनन्तरम् अत्र विद्येव अस्ति नकारक केन सूत्रेण अस्ति चेत् रुदादिभ्यः स्नन् स्नम् इति अस्ति एतत्तु रुदादिगणः रुदादिगणः कति सन्ति गणे सप्तम गणः अस्ति रुदादिभ्यः श्नम् अत्र मकारः इत् भवति शकारः इत् भवति न एव तिष्ठति तत् द न किमर्थं मध्ये आगच्छति बिद् एव अस्ति खलु नकारः केन सूत्रेण मध्ये आगच्छति इत्युक्ते अत्र एकं सूत्रमस्ति कोऽपि जानाति वा जानन्ति एव वदतु श्रुत्वसन्धि अम श्रुत्वसन्धि करी च एतत् अस्ति यत्र श्नम् इति अस्ति खलु श्नम् अत्र नकारः अस्ति खलु एतत् महालक्ष्मी पठतु सूत्रं पठतु प्रथमं भवन्तः जानन्ति एव अनिल् महोदय मिदचोन्त्यात् परः मिदचोन्त्यात् परः अत्र अर्थं पठतु किम् अस्ति इति मित् आगमः आगमिनः अन्तिमस् अन्तिमस्यात् अन्तिमस्वरात् अन्तिमस्वरात् अनन्तरं विधीयते विधीयते. इदानीं पश्यतु अन्तिमस्वरात् एव आगच्छति खलु. आम् आं महोदय, अत्र स्नम् अस्ति मकारस्य लोप तत् कारणात् मित् अस्ति अतः तत्र स्नम् इति अस्ति मित् अस्ति अतः तत्र अन्तिमस्वरं किम् अस्ति डि मध्ये ईकारः एव खलु. अन्तिमस्वरात् अनन्तरं नकारः किम् अस्ति आदेशः वा आगमः वा? आगमः महोदय. आगमः आगमः किं भवति अत्र? आगमः अस्ति चेत् मित्रवत् कोऽपि उत्तमं मित्रवत् भवति. मित्रवत् किमपि अत्र द्रोहं न करोति, अत्र किमपि अत्र क्लेशः न भवति, मध्ये आगत्य तिष्ठति एव तावदेव. अतः विनति इति आगत्य कार्यम् अत्र नकारः मध्ये आगत्य कार्यं करोति. इनन्त इदानीम् अत्र तकारः अस्ति दकारः, दकारस्य स्थाने तृतीयवर्णस्य स्थाने प्रथमवर्णः केन सूत्रेण आगत्य कार्यं करोति? करीच इत्यनेनैव सर्वदा त्री वन् इति अस्ति चेत् अत्र करीचय इत्यनेनैव. अनन्तरं वन् टु इत्युक्ते वन् त्री इत्युक्ते न विभक्तौ वन् त्री इत्युक्ते अनिल् जलां जक्षवन्ति इत्यनेन वन् त्री उल्टा त्री वन् इत्युक्ते करीच, वन् त्री इत्युक्ते जलां जक्षवन्ति. अत्र भिनति इति भवति अन्तिमे अन्ते भिनति इति स्वीकुर्मः. इदानीम् अत्र करोति महोदय. महोदय पुनरेकवारं वन् त्री त्री वन् वदतु महोदय पुनरेकवारं वन् त्री भवती जानाति एव, भवती एतत् विषये सम्यक्तया जानाति एव. वन् त्री इत्युक्ते वन् त्री जलां जसोन्ते, वन् त्री इत्युक्ते जलां जसोन्ते, त्री वन् इत्युक्ते करीच करीच. उत्तमं तावदेव अस्तु महोदय, धन्यवादः. इदानीम् अत्र करोति इति किञ्चित् क्लेशरूपेण एव भवति, परन्तु अत्र भीतिः मास्तु. अत्र एतदपि सुलभमेव, कुरु धातुः अत्र अपि दुग्रे करणे इति अस्ति. करणे यत्र यत्र कार्यं भवति तत् स्थाने करणे इति भवति. करणे एव वयं कार्यं कुर्मः एव. दुक्रै अत्र ण्यकारः नहि नहि रक्षति दुक्रीङ्करणे. दुक्रीङ्करणे अन्तिमकाले एतत् न आगच्छति, अतः भजगोविन्द भजगोविन्दम् इति शङ्कर भगवत्पादाल् उक्तवन्तः, तेन एव उक्तम् अत्र. अतः तत्र दुक्रीङ्करः इति भवति, दु इति अस्ति. एतत् सूत्रं केन सूत्रेण इति भवति? अनिल् महोदयेन इदानीमेव उक्तं. कोऽपि स्मरन्ति वा? आदिनुट्टुडवः इत्यनेन इति भवति. इदानीं क्रु एव तिष्ठति. क्रु क्रु एव किमर्थमत्र करोति इति भवति? अत्र क्रु इति अस्ति, अत्रापि शेषात् कर्तरि परस्मैपदम् इत्यनेन अत्र लकारः सर्वत्र लट् अस्ति चेत्, वर्तमाने लट् अस्ति चेत् अनुबन्धलोपानन्तरं ल एव तिष्ठति. अत्र ति इति प्रथमविवक्षा अस्ति, अत्र ति एव तिष्ठति. इदानीं क्रु इति अस्ति, एतत्तु तनादि अष्टमगणः, अतः तनादि कृभ्यः उः, तनादि कृभ्य उः इति अनेन उ अस्ति. एतत् उ किम् अस्ति? कोऽपि झटिति वदतु, सर्वे जानन्ति एव. वदतु उ इति किम् अस्ति? विकर्णप्रत्ययमस्ति. उ इति विकर्णप्रत्ययमस्ति. इदानीमत्र क्रु अस्ति, क्रु इति कर् भवति. केन सूत्रेण कर् भवति? सार्धधातुकयोः इत्यनेन कर् भवति. इदानीं कर् योगः उ करु इति भवति खलु, करु भवति. उकारस्य स्थाने पुनरपि ओकारः भवति, केन सूत्रेण? पुनः अपि सार्वधातुः सार्वधातुक अर्धधातुकयोः इत्यनेन ओकारः भूत्वा करोति इति अन्तिमरूपम्. अहं कार्यं करोति, अहं कार्यं करोति अस्ति वा? किमस्ति अत्र कोऽपि भवान् कार्यं करोति, सः कार्यं करोति, त्वं कार्यं करोषि, करोषि करोषि, उत्तमं. त्वं कार्यं करोषि, अहं कार्यं करोमि इति अस्ति अत्र. इदानीम् अत्र पश्येम मुरुगम्माल् कर्मकरी आगतवती, एकनिमिषम् पद्मप्रिया भगिनी, पद्मप्रिया भगिनी. हरि ओम् भगिनी, सुप्रभातम्. अहं ग्रूप् मध्ये प्रेषयिष्यामि, अहं ग्रूप् मध्ये प्रेषयिष्यामि. तव सङ्ख्या, तव दूरवाणी, जङ्गमदूरवाणीसङ्ख्याम् अहं ग्रूप् मध्ये आड् करोमि. अस्तु अस्तु, धन्यवादः भगिनि, धन्यवादः. धन्यवादः. दशकरोतिचारे प्रेषयिष्यामि. उत्तमम् उत्तमं, मध्ये प्रेषयिष्यामि. उत्तमं, महालक्ष्मी बहु धन्यवादः. अयो माता बहु धन्यवादः. वदतु वदतु वदतु वदतु वदतु. उपदेशो उपदेशो जनुनासिक इत् दशगणविचारे द्वयमपि अहं ग्रूप् मध्ये प्रेषयिष्यामि, विजया स्वरूप् ग्रूप् मध्ये. पद्मप्रिया दूरवाणी जङ्गमदूरवाणीसङ्ख्या अपि आड् करोमि. बहु उत्तमकार्यम्. अस्तु, इदानीम् अत्र क्रीणाति इति क्रीञ्ज् एव अत्र धातु अस्ति. क्री द्रव्यविनिमये, द्रव्यं सर्वाणि द्रव्यमस्ति खलु, पल्सर्स् सीरियल्स् एतत् सर्वं द्रव्यमेव. द्रव्यविनिमये इति अस्ति. अत्र अपि दु इति भवति, ञकारः इति भवति, क्री एव तिष्ठति. अत्र क्रीणाति नकारः केन सूत्रेण? इदानीम् अत्र क्रयादिभ्यः स्ना इति भवति, क्रयादिभ्यः स्ना इति भवति. तत्र स्ना इदानीं केन सूत्रेण? दन्तेनकारस्य स्थाने केन सूत्रेण मूर्धने नकारः आगत्य कार्यं करोति? अत्रैव उत्तरमस्ति, पश्यतु वदतु. अट्कुपुवाम्नुं व्ययवायेऽपि इत्यनेन एव अत्र भवति. करेण्ट् गतम्, एकनिमिषम्. अत्र श्रूयते खलु? श्रूयते महोदय, परन्तु दृश्यते न. अत्र किमपि अत्र द्रष्टुं न शक्यते एव, अत्र नेट् गतम्. अस्तु, इदानीम् अत्र अट्ट कूप् अट्ट मध्ये अ आ इति अस्ति, हयवरट् अपि अस्ति. अट्ट कूप् कु इत्युक्ते किं? रेकार्डिङ्ग् अत्र रेकार्डिङ्ग् अत्र नास्ति इति अहं मन्ये. रेकार्डिङ्ग् गतम्. अस्तु, सर्वाणि विषयाणि अत्र. अस्तु, सर्वाणि व्यञ्जनानि कु इति मध्ये. अस्तु, अनन्तरम् अत्र अट्ट कुप् पकारः अस्ति. अट्ट कुप् वाङ्ग् वाङ्ग् इत्युक्ते आ एव, आगतम् करेण्ट् वदतिल वर्गः तदनन्तरं स्क्रीन् न दृश्यते महोदय करेण्ट् पोयिट् अधुनालय स्क्रीन् न दृश्यते महोदय अहं 4G मध्ये अस्मि अतः एव अत्र 4G मध्ये अस्मि अहम् अस्तु इदानीमत्र आङ्ग् इति अस्ति आङ्ग् इत्युक्ते किं कोऽपि जानाति वा आकारः किम् अस्ति अत्र आङ्ग् इत्युक्ते किं कोऽपि उपसर्गं उपसर्गम् नुम् अस्ति नुम् इति नकारः अस्ति नुम् इति अनुस्वारः एतत् यत्र यत्र भवति तत् एतत् विषये कार्यं कर्तुं शक्यते एव अतः तत्र दन्तेनकारस्य स्थाने मूर्धनकारः आगत्य कार्यं करोति अतः एव त्रि योगः ना योगः ति इति प्रथमपुरुषविवक्षा अस्ति अतः त्रीणाति इति अन्तिमरूपं भवति अस्तु इदानीम् अत्र समापने अग्रे किम् अस्ति इति अस्ति वा भवन्तः समीपे अत्र करपत्रमस्ति वा क्रीणाति इति क्रयादिगणकः वा अनन्तरं दशमगणक चुरादिगणकः खलु चोरयति चुर् इति धातुः स्वीकुर्मः चेत् चुर् अत्र उकारस्य स्थाने ओकारः भवति केन सूत्रेण न एतत् उपादायं तिष्ठति खलु पुगन्तलघुपदस्य च इत्यनेन एव अत्र ओक चोर् भवति अनन्तरम् अत्र अयादेशः भवति यत्र यत्र दशमगणः सन्ति अत्र अयादेशः भवति अतः चोरय इति भवति ति इति प्रथमपुरुषविवक्षायां चोरयति इति भवति तावदेव अत्र दशगणः विषये वयं दृष्टवन्तः अग्रिमवर्गे इदानीम् अत्र नेट्वर्क् गतम् अत्र किं रेकार्डिङ्ग् अस्ति वा अस्ति एव इति अहं मन्ये एतत् अरविन्दमहोदयस्य कार्यमस्ति अत्र किं करणीयम् इति न अस्तु अत्र अनिलमहोदय अन्तिममङ्गलश्लोकं वदतु अन्य कोऽपि मङ्गलश्लोकं वदतु अहं क्षम्यतां महोदय म्यूट् म्यूट् अस्ति अस्तु वदतु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय धन्यवादः महोदय सर्वेभ्यः धन्यवादः शुभदिनं संशयः अस्ति चेत् अत्र लिखतु अग्रिमवर्गे पृच्छतु अस्तु सर्वेभ्यः नमस्कारः धन्यवादः शुभदिनं धन्यवादः मातः पुस्तकम् अस्ति वा हरि ओं महोदय भगिन्याः कोऽपि वक्तुं शक्नोति वा पुस्तकं किमपि अस्ति वा कुत्र क्रीणामः